नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे उदादिगणे शत्रन्तप्रातिपदिकनिर्माणम् इति पाठः तत्र अन्तिमभागे स्मः. गतसप्ताहे ऋकारान्तदातवः दृष्टवन्तः. तत्र सुदादिः दिवादिः तयोः भेदः कः ऋकारान्तधातूनां कृते इति दृष्टवन्तः. तत्र गृ इति धातुः स्वीकुर्मः चेत् तत्र सर्वसामान्यसूत्रं सर्वदा इको एणचि एव. इको एणचि प्रभाद्य तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः, अनन्तरं सार्वधातुकम् अपित् तुदादिगणः इति कृत्वा तत्र सार्वधातुकम् अपित् इत्यनेन गुणनिषेधः. ऋत धातोः इत्यनेन ह्रस्व ईकार आदेशः. उरण्ड्रपरः, तदेव उरण्ड्रपरः विषये एव वयं गतसप्ताहे दृष्टवन्तः किमर्थम् उर् इति आदेशः भवति इति. ऋकारस्य स्थाने यदा अण् सदा रपरः भवति इति. अनन्तरं यदा गिर्योगः अत् गिर्योगः शत्र गिर्योगः अत् इदानीम् अथो गुणे इत्यनेन पररूपादेशः गिरत्. एतावदेव अस्ति यदा वयं तुदादिगणे स्मः. यदा दिवादिगणे आसीत् चेत् तत्र ऋकारान्तधातोः तत्र अन्ते एकमेव इतोपि एकमेव कार्यं भवति, तत्तु हलि च इति. तत्र ष्यन् इति विकरणप्रत्ययः, अतः जीर् झृ इति धातुः दिवादिगणीयधातुः. तत्रापि ऋत धातोः इत्यस्य प्रसक्तिः अस्ति, तत्रापि उरण्ड्रपनः इत्यस्य प्रसक्तिः अस्ति. तत्र एकं कार्यम् अवशिष्टं कार्यं यत् किम् इत्युक्ते हलि च. हलि परे अस्ति, अतः तत्र हलि च इत्यनेन दीर्घादेशः इगन्त अङ्गस्य दीर्घादेशः जीर् इङ्ग अन्तं नास्ति, उपधायां इक् वर्णः अस्ति, तस्य दीर्घादेशः जीर् इति भवति. तदेव एकमेव कार्यम्, एकमेव एकः एव भेदः तयोः द्वयोः गणयोः. अत्र हलीच इत्यस्य प्रसक्तिः नास्ति, परन्तु यत्र वयं दिवादिगणे पश्यामः चेत् तत्र दीर्घः भवति, अन्ते दीर्घः भवति, जीर्यत् इति रूपं भवति. तदेव वयं दृष्टवन्तः. अलीपरे रेपान्तानां वकारान्तानां धातूनां उपधायाः स्थितस्य इक् वर्णस्य दीर्घः भवति. तद् तु अस्माकं सुदादिगणे न भवति. इदानीम् अग्रे सरामः धातु आदेशः इति पठामः. अरुणा भगिनी पठति वा द्वितीयबिन्दुः? भगिनी बहु ध्वनिः अस्ति भगिनि. एवं वा? इदानीं नास्ति, अन्यदूरवाण्याम् आगतवान्. इदानीं पूर्वमासीत् ध्वनिः आसीत्. श्रूयते वा भगिनि? विण्ड् आम् श्रूयते. एवं अस्तु. यदा भगिनी पठति अहं म्यूट् मध्ये भवामि, तत्र पश्यामः प्रायः मम. अस्तु अरुणा भगिनी भवती पठतु, अहं म्यूट् मध्ये भवामि. नमस्ते. धात्वादेशः पा आदिधातूनां धात्वादेशः द्वौ धातुः स्तः. धातुद्वयं षदल्रु षदल्रु षदल्रु सदल्रु पाग्राद् मास्थाम्नाद्रान् दृशि अर्ति सर्ति सद षद सदां पिबा जिग्रा धामा तिष्ठा मना यच्च पश्या रुच्च धौ शीया सीदाः पाद्रा. सूत्रं पठामि भगिनि, अनुवृत्ति एव. अनुवृत्तिसूत्रमस्ति. पाग्राध्मास्ताम्नादान् दृशि अर्ति सर्ति षद सदाम् अङ्गस्य फिब् जिग्रधम तिष्ठ मना यच्छ पश्या रुच्छ दौ शीया सीदाः शिति. अत्र सूत्रं वदति तस्य दीर्घसूत्रमस्ति. पाग्राद्मा धातोः चित् परे आदेशः भवति. सूत्रे तुदादिगणीय द्वौ धातवः स्तः धातु धातु सः द्वौ धातु स्तः षडल्रु अषडल्रु अत्र विवरणमस्ति अन्य अग्रिमपरिच्छेदे. षडल्रु योगः श मूर्धन्यषकार श भवति धातोर्षाशः इति सूत्रेण स सद् भवति. सद् यवद् पाग्राद्मा सूत्रेण सि सद् स्थाने सीद् सीद् इति आदेशः भवति. सीदा सीदा आगच्छति. सीदा योगः अतो गुणितसूत्रेण पूर्वपरयोः पररूपम् एकादेशः भवति. सीदा सीदा एव शत्रु अत्रु अपि अत्रैव अवशिष्यति. अतो गुणे इति सूत्रेण पूर्वपदयोः पररूपम् एकादेशो भूत्वा सीदत् इति रूपं सत्रन्त प्रातिपदिकं निष्पन्नं भवति. शदल्रु विशरणगत्यवसान् अवसादनेषु इति धातुः उवादौ अपि तुदादौ अपि भवति. भेदः अस्ति आच्छिन्नद्योर्नुम् इत्यनेन तुदादौ शतरिस्त्रियां नुं विकल्पः. सीदन सीदन् सीदन्ति सीदति. ओके, सदलृ धातु भुवादिगणे अपि अस्ति तदादिगणे अपि अस्ति. अत्र भेदभागः इति यच्यते. तदादिगणे एकसूत्रं विशेषणसूत्रमस्ति अच्छिन्नद्योर्नुम् इत्यनेन षित् परे त्रीलिङ्ग प्रातिपदिकनिर्माणं नुं विकल्पेन आगच्छति. ततः रूपद्वयं सीदन् सीदन्ति सीदति इति रूपं. षदल्रु तदरपि षदल्रु युग ष षद् युग पाग्राद्मा इत्यनेन सीया इति आदेशः भवति. सीया यो आ अतो गुणे तेन पूर्वपरयोः पररूपम् आगत्य शीया एव अवशिष्यति. शीया योग शानच् शीया योग आन आने मुक् इत्यनेन अदन्ताङ्गस्य मुक् आगमः भूत्वा शीयमान शीयमान इति रूपं भवति. शदल्रु शातने इति धातुः उभवादौ अपि तुदादौ भवति. उभयत्र रूपाणि समानानि. किमर्थं भगिनि अत्र तत्र किमपि अन्यकार्यं नास्ति. तत्र आने मुक् इति सूत्रं तत्रापि भवति अत्रापि भवति. तत्रापि शप् इत्येव विकरणप्रत्ययः आ एव अवशिष्यते. अत्र तु धातो अपि आ एव. अतः रूपं समानमेव आगच्छति. अतो गुणे इत्यस्य प्रथमवाक्यम् अनन्तरम् अतः गुणो पूर्वपरयोः पररूपम् एकादेश संहितायाम् अनुवृत्तिसहितसूत्रं गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायां. वयं जानीमः इदं सूत्रं बहु समाजाय प्रयुज्यवन्तः. इदं सूत्रं वृद्धिरेचि अकः दीर्घः इत्यनयोः अपवादभूतसूत्रं. यथा फट् यो फटत् अतो गुणे अत्र अकः सवर्णदीर्घः इत्यस्य अपवादभूतसूत्रं. सेवा यव ए सेवे अतो गुणे अत्र उद्रेचि इत्यस्य अपवादभूतसूत्रम्. उदाहरणं दत्तं प्रथमम् उद्रेचि अतो गुणे इति अपवादसूत्रं वृद्धिरेचि अकसवर्णे दीर्घः सूत्रे उदाहरणं दत्तं. पट्टातु अत्र अत् आगत्य अपगुणे इति कार्यं करोति. सवर्णदीर्घ अहकारसवर्णदीर्घोपाद्य रुद्रेति उदाहरणमस्ति सेवा विभागे अतो गुणे रुद्रेति अपवादं शक्यते इति एव अतो गुणे इत्यस्य विशेषः. समीचीनं भगिनी, धन्यवादः. अतः तत्र धातु आदेशः षड् लु इति विषये दृष्टवन्तः. धातुद्वयम् अस्ति, द्वयोः अपि धातु आदेशः भवति इति दृष्टवन्तः. धन्यवादः भगिनी. रघुपतिमहोदय, इष्ट धातोः चकारादेशः पठति वा? श्रूयते वा? धनि श्रूयते वा? आं महोदय, श्रूयते. अहं म्यूट् मध्ये भवान् पठतु. इष् धातोः चकारादेशः एकः धातुः. तुधातौ इष् इच्छायाम् इति धातुः. इषुगमयमां चः इति सूत्रम् अस्ति, सप्तमध्यस्थितीयपदस्य सप्तसप्ततितमं सूत्रम्. इष् गम यम एषां चकारादेशः भवति इति परे. इषुष् वयं जानीमः, तत्र अनुवर्तिसहितसूत्रमस्ति. इषुगमयमाम् अङ्गस्य चः क्षिति अलन्तसित्तनेन च आदेशः अन्तिवर्णस्य स्थाने न तु पूर्णधातोः स्थाने इति अस्ति. इष् इष् अपि गम् अपि च यं धातूनां तत्र तत्र इच्छति गच्छति यच्छति इति तत्र चकारादेशः भवति. अलन्तसित्तनेन अन्तिवर्णस्य स्थाने भवति इति च इति अस्ति. केवलं क्षितिपरे इति ध्येयम्. अतः इच्छति, परन्तु तत्र इष् धातोः लिट्रलोपमपि एशिष्यति इति भवति. इष् योगश इति अस्ति. इष्टगमयमां च अलोन्तस्य इत्याभ्यां सूत्राभ्यां च स्थाने च इच्छ योग इदानीं चे च इति आगत्य चकारे परे संहितायविषये ह्रस्वस्य स्वरस्य तुगागमः भवति. आद्यन्तटकरित्यनेन इकारस्य अनन्तरं न तु अस्तु तुक् इति कित् अस्ति इति कृत्वा अनन्तरं भवति. अतः इच् योग तत्र चकार इकार तत्र चकार अस्तु इकारस्य ह्रस्वस्य तुक् इति अतः अनन्तरं भवति. इच् इत् अनन्तरं स्तोश्चुनाशु इत्यनेन तत्र चकारः भवति. इच्छा इति भवति. इच्छयोग अत् अतो गुण इत्यनेन पूर्वपरयोः पररूपादेशः एकादेशः इच्छत् इति. तत्र अग्रे तत् दत्तमस्ति. इषि इषि इति अस्ति. इषुगम्यं च चे च आद्यन्तस्तोश्चनश्चु वर्णमेरणे अतो गुणे इच्छत् इति. चे च इति सूत्रमस्ति. ह्रस्वस्य तुक् चकारे परे ह्रस्वस्वरस्य तुक् आगमः भवति इति अस्ति. चे सप्तम्यन्तं च अव्यपितं द्विपदविधं सूत्रमस्ति. ह्रस्वस्य तुक् छे परे इति चे च इति संहितायाम्. अत्र इच्च इति स्थितिः इच्छ इत्यस्मिन् इच् इत्यस्मिन् इ इति ह्रस्वस्वरः अपि च चकारे परे अस्ति. अतः तुगागमः भवति. किन्तु कुत्र प्रथमप्रश्नः अस्ति. अतः अयं तुगागमः कस्य आगमः? ह्रस्वस्वरस्य सूत्रेण उक्तं तदा इकारस्य प्राक् अथवा परे इति जिज्ञासायां सत्यम् अग्रिमसूत्रम् उत्तरं ददाति. आद्यन्तौ टकितौ इति सूत्रं वयं जानीमः. तुक्कित् अस्ति इति कृत्वा अनेन सूत्रेण इच् इत्यस्मिन् इकारपरे आयाति. तुक् इत्यस्मिन् ककार इत् उ इत् त् एव अवशिष्यते. अतः इच् इत्यस्मिन् इत् च् इति भवति. समानं वयं दृष्टवन्तः किल गम् धातोः विषये भुआदिगणे, तत्र कथं प्रातिपदिकं भवति इति समानम्. इच् धातुः अपि इच्छत् इति प्रातिपदिकं. सम्प्रसारिणः धातवः अपि पठतु महोदय. सम्प्रसारिणदातवः ग्रहिज्या वै वरि वष्टि विचति वश्चति पृच्छति बृज्यति नाम्निति च इति तृतीयाध्यायप्रथमपादस्य त्रयोदशतमं सूत्रं तमं सूत्रमस्ति. गृह ज्य वय वेद वश् व्यच् व्रश्च तच् व्रश्च एते येषां सम्प्रसारणं भवति. किति निति प्रत्यये परे इति अस्ति. अतः वो व्रश्च इति धातुः अस्ति. तत्र ओकारस्य लोपः भवति. संज्ञा अस्ति व्रश्च इति अस्ति, व्रश्च इति अस्ति, व्रश्च योग अत् इदानीं तत्र अत् इति नित् अस्ति इति कृत्वा तत्र रेफस्य रेफस्य सम्प्रसारणं भवति मूर्धन्य रकारादेशः भवति. प्रच् तथैव प्रच् इत्यस्मिन् अपि प्रच् योग अर्थ नित् अस्ति कृत्वा अत्र प्रच्छत् इति भवति. ब्रश्च इत्यस्मिन् अत्रापि इदानीं ब्रज् इति तत्र सम्प्रसारणं ब्रज् इति इदानीं तत्र अनन्तरं सकार षकार अस्ति तोसुनाश्चुः इत्यनेन तत्र एकवारं ब्रश्च सकारः ब्रश्च इति अस्ति जलां जश्चषि एकनिमिष ब्रज्जत् ब्रज्ज कुत्र भवति सकार सकार अस्ति अतः षकारः खलु तोश्चुनाश्चुः षकार एकवारं किमर्थं तत्र सकारजकार अस्ति स्तोः चकारस्य चकारः चकारः भवति अनन्तरं जलाञ्जसि न जकारः भवति जलाञ्जसि खलु जश् वर्णः परः अस्ति इति कृत्वा जश् आदेशः भवति किल. प्रथमं प्रथमं किमस्ति सकारस्य भृज्यमानः इति द्वयमपि अस्ति उदय उभयपदे अस्ति वा पृच्छ इति व्यच् तै तथैव अत्रापि तत्र व्यच् इत्यस्य सम्प्रसारणेन किमस्ति अत्र सम्प्रसारणे अत्र यकारस्य एव भवति सम्प्रसारणं सम्प्रसारणेन सम्प्रसारणमिति एतत्र विच् इति भवति विच् इति भवति विच् अतः व्यच् व्रच् प्रच् व्रच् इत्येव तुदादिगणीयदातवः तेषामेव सम्प्रसारणकार्यं भवति. धन्यवादः महोदय. उषा भगिनी नुम् आगमः अष्टदातवः. आं भगिनि नुम् आगमः अष्टदातवः. एतावता अस्माभिः दृष्टं यत् धातुः इतित् चेत् नुम् आगमस्य प्रसक्तिः. यथा वदि धातुः इदित् ह्रस्व इकारः इत् यस्य सः. यथा वदि धातुः इदित् इदित् अस्ति अतः इदितो नुम् धातोः इति सूत्रेण नुम् आगमः विहितः. वदि वद् वद् धातु वन्त् इति भवति इदितोनुम् धातोः इत्यनेन वन्त् वन्द् भवति. नकारस्य स्थाने नश्चापदान्तस्य जलि इत्यनेन दकारः जलि इत्यनेन अनुस्वाररूपं भूत्वा नकारः अनुस्वाररूपं भूत्वा वम्द् भवति. अनन्तरं अनुस्वारस्य ययि परसवर्णः इत्यनेन वन्द् इति भवति. परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति मुचाति मुचाति अन्तर्गणः. परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति यत्र धातुः इदित् नास्ति चेदपि नुम् आगमः विधीयते. अस्माभिः एतावता अस्माभिः ज्ञातवन्तः धातुः उपदेशे इदित् चेत् नुम् आगमस्य प्रसक्तिः भवति. इदितो नुम् धातोः इति सूत्रेण नुम् आगमः विहितः. वदि इति धातु उपदेशे अस्ति. वदि इति धातु वन्त् भवति अनुस्वाररूपं भूत्वा वम्द् भवति. अनन्तरं नकारस्य अनुस्वारः नकारं रूपं भूत्वा वन्द् इति भवति. परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति यत्र धातुः इदित् नास्ति तदपि अपि नुम् आगमः विधीयते. मुचादि अन्तर्गणः मुच् मुच् लिर् मुच् लिर् इति मुच् भवति लृकारः लृकारः अनुदा न वाट् इस् दट् सूत्र उपदेशे अच् अनुनासिक इच् इत्यनेन लृकारः लोपः भवति शिच सिच् भवति विद् लिर् विद् भवति ऐ गेस् शिच इस् चकार चकार उत्तरवर्ति अकारः जस्ट् फर् प्रनौन्सियेशन् ओके विद् लिर् विद् भवति खिद् खिद खिद् भवति पिश पिश् भवति कृती कृत् भवति लिप लिप् भवति लुप् लिर् लुप् भवति मुच् धातीनां एते धातोः कृते इकारस्य इदि इ उपदेशे नास्ति ह्रस्व इकारः तस्मा परन्तु इदित् नास्ति चेदपि नुम्मागमः विधीयते मुच् योगः शकारः तुदादिगणे अस्ति मुच् योगः श मुच् योगः अ भवति शो मुच शे मुचादीनाम् अशे मुचादि शो मुचादीनां गतपाठे अपि आसीत् किल एतत् सूत्रं शे मुचादीनां भगिनि शे मुचादीनमेव इति या आं भगिनि या मम पुरतः अष्टाध्यायी आं भगिनि शे मुचादीना मुचादीनां नुम् आगमः भवति शः परे मिदचोन्त्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति म इत् यस्य सः मित् बहुव्रीहिः मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चमीयन्तं परः प्रथमान्तम् अनेकपदमिदं सूत्रं मितचोन्त्यात् परः वयं पठितवन्तः नुम् आगमः मित् अस्ति नुम् आगमः मित् अस्ति मकारः इत् यस्य सः अतः नुम् अचः अन्त्यात् परः आयाति अन्त्य अच् परः नकारः आयाति उदाहरणं मुच लृ इति मुच् भवति उपदेशे अच् अनुनासिक इत् अनेन लृ लृ अपगच्छति मुच् भवति मुच् इति मुञ्च् भवति शे मुचादीनाम् इति सूत्रेण नुम् आगमः भवति नुम् आगमः भवति नुम् इति मकार मित् मित् आगमः भव मित् अस्ति कारणतः अन्त्य अच् अत्र उकारः अन्त्य अच् एक एव अच् भवति अन्त्याकारः अन्त्य अच् वर्णः परः मुञ्च् इति भवति मुञ्च् इति मुञ्च् भवति नश्चापदान्तस्य जलि इत्यनेन चकारः जलिवर्णः जल्वर्णः अतः अनुस्वाररूपं भूत्वा मुञ्च् भवति मुञ्च् इति मुञ्च् भवति अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य अनुस्वारः पः ययि अस्ति चकारः अस्ति तस्मात् ञकारः चकारस्य सवर्णदीर्घं सवर्णं भूत्वा ञकारः भवति मुञ्च् भवति मुञ्च् योगः श योगः अत् मुञ्चत् इति भवति शकारः अत् अयोगः अत् अतो गुणे इत्यनेन अत् एव भवति मुञ्चत् भवति खिद इति खित् भवति खिद् इति शेमुचादीनाम् इत्यनेन किन् किन्त् भवति किन्त् भवति किन्द् अगेन् भवति देन् किन्तत् इति शत्रुरूपं भवति किन्तत् लिप इति एवमेव लिम्पत् भवति. नश्चापदान्तस्य जलि सूत्रं वयं पठितवन्तः. अनुवृत्तिसहितसूत्रं जलि अपदान्तस्य मह नः च अनुस्वारः इति. जलि अपदान्तस्य मह जलि परतः अस्ति चेत् अपदान्तस्य अनुस्वारः नः भवति च अनुस्वारः इति. च अनुस्वारः इति वाट् डस् दट् मीन् भगिनि? जलि अपदान्तस्य मह नः भवति अनुस्वारः रूपं भवति. जलि परतः अस्ति, अपदान्तः अपि अस्ति. परसवर्णादेशः अनुस्वारस्य ययि परसवर्णः. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् इति. अग्रे पठामि वा भगिनि? पठतु, सन्धिकार्यं पठतु, अनन्तरं विजयः. सन्धि ओलज्जि ओलज्जि इति धातुः अस्ति उपदेशे. लश्ज् इति धातुरूपं सिध्यति उपदेशे. अच् अनुनासिक इत् अनेन ईकारः ओकारः अपि अपगच्छति. लश्ज् एव भवति. लश्च् इति स्तोश्चुनाश्चुः इत्यनेन सकारः दन्त्यवर्णः, जकारः तालव्यवर्णः. स्तोश्चुनाश्चुः इत्यनेन सकारस्य स्थाने शकार आदेशः भवति, तालव्यशकारः आगच्छति. लश्ज् इति भवति. लश्ज् इति जलां जश् जशि इत्यनेन शकारः जकारः झष् वर्णः. सो झष् भवति शकारस्य जकारः भवति. लज् भवति. लज् इति तुदादिगणे धातुः. लज् योगः श योगः अत् इति शत्रुप्रत्ययरूपं लज्जत् इति भवति. जलां झष् झषि जलां झष् झषि ओके जलः स्थाने झष् आदेशः भवति. झषि ओके वयं पठितवन्तः. तुमश्ज तुमश्जो अपि तथा. मश्ज इति मश्ज भवति स्तोश्चुनाश्चुः इत्यनेन. अनन्तरं जलां झष् झषि इत्यनेन मज् भवति. मज् योगः शकारः, मज् योगः अकारः भवति. मज्ज भवति. मज्जयोगः शत्रुरूपं. मज्जयोगः अत् अतो गुणे इत्यनेन मज्जत् इति प्रातिपदिकं सिद्ध्यति. एकमेव सन्धिकार्यम् अत्र, किमपि अन्यत् नास्ति. धन्यवादः भगिनि. विजया भगिनी, अग्रिम आय् प्रत्ययः एकः दातु. किञ्चित् मन्दरूपेण एव श्रूयते इदानीमपि. किमपि नास्ति वा? किञ्चित् श्रूयते, बहु मन्दम्. न भगिनि, बहु दूरं गतवती. इदानीमपि श्रूयते परन्तु स्पष्टं नास्ति तावदेव. अरुणा भगिनी श्रोतुं शक्यते वा? अरुणा भगिनी, उषा भगिनी, मन्दमेव. इदानीं किञ्चित् सम्यक् अस्ति. अहं म्यूट् मध्ये भवामि, भवती पठतु. षष्ठबिन्दुः आयप्रत्ययः एकः एव धातुः अत्र अस्ति. तुदादौ विच् विच् इति धातुः. गुपु धूप विच् पणिपणिभ्यः आयः एभ्यः धातुभ्यः आयप्रत्ययः स्यात् स्वार्थे अस्ति अत्र. गुपु च धूपश्च विच्छश्च पणिश्च पणिश्च पणिश्च गुपु धूप विच्च पनि पनिपणयः इतरेतरद्वन्द्वः अस्ति अत्र तेभ्यः. धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अस्ति अत्र अनुवृत्तिसहितसूत्रं गुपु धूप विच्च पनि पणिभ्यः धातुभ्यः आयः प्रत्ययः परच इति अस्ति अत्र विच्च विच् योगः आय एतत् गुपु धूप विच्च पनि पणिभ्यः इति सूत्रेण आय इति अत्र आगच्छति. विच् योगः आय इत्युक्ते विच्चाय इति तत्र मेलनमेव. अनन्तरम् अकारः अस्ति शप् अतो गुणे इति सूत्रेण तत्र विच्चाय इति भवति. तावदेव अत्र विच्चाय योगः अतो गुणे इति सूत्रेण अत् आगच्छति. इदानीं विच्छायत् इति भवति प्रथमपुरुष शत्र विच्छायत् इति रूपम् ऐ आदेशः आय इति प्रत्ययस्य आदेशः. अग्रिममपि पठतु भगिनि. विकर्णप्रत्ययः विकल्पः विकर्णप्रत्ययः विकल्पः एकः एव धातुः अत्रापि वा वा ब्राशं ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः ब्राश् ब्लाश् भ्रमु क्रम् क्रम् क्लम् त्रस् त्रुट् लश् एभ्यः ष्यन् प्रत्ययः दिवादिगणीयधातुवः अत्र विकल्पेन भवति. अत्र ष्यन् अभावे यः तत्तत् गणस्य विकर्णप्रत्ययः विधीयते सः भवति एव. ब्राशश्च ब्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रशि च त्रुटि च लश्च तेषां समाहारद्वन्द्वः ब्राश ब्लाश भ्रमु क्लमु क्रमु क्लमु त्रसि त्रुटि लश् तस्यां ब्लाश् ब्लाश् ब्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः वा अत्र अव्ययपदं ब्लाश ब्राश ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः एतत् सर्वं पञ्चम्यन्तं भवति. अनन्तरं तत्र द्विपदमिदं सूत्रं दिवादिभ्यः ष्यन् इत्यस्मात् ष्यन् इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः. अत्र तुदावुदौ त्रुट् श्यां प्रत्यये त्रुटत् विकल्पेन ष्यन् प्रत्ययः भवति. त्रट्यत् इति अत्र यकारः योजनेन त्रुट्यत् इति भवति. इत्यनेन तुदादिगणस्य सर्वेषां धातूनां शत्रान्तरूपाणि साधितानि. तावदेव. धन्यवादः. अतः त्रुट् इत्येव एकः एव धातुः तत्र विकर्णप्रत्ययद्वयमपि विकल्पेन तत्र अनेन सूत्रेण विधीयते. सुधादौ अपि रूपम् अस्ति दिवादौ अपि रूपम् अस्ति त्रुट्य त्रुटत् इति रूपद्वयम् अस्ति. इदानीं पर्यन्तं वयं प्रातिपदिकनिर्माणं कृतवन्तः. अग्रिमपाठः अस्ति सुगन्तनिर्माणं. प्रातिपदिकम् अस्माकं हस्ते अस्ति. इदानीं सुगन्तं सुप्रत्ययं योजयित्वा सुगन्तपदानां निर्माणं कुर्मः. अस्तु, अग्रिमपाठः शत्रन्तानां सुगन्तनिर्माणम् इति 707 इति अस्ति. अस्तु, अरुणा भगिनी पठति वा? ओके, सन्नन्तानां सत्रन्तानां सुबन्तनिर्माणम्. एतावता शत्रन्तप्रातिपदिकं कथं निष्पद्यते इत्यस्माभिः परिशीलितम्. अस्य विषयस्य प्रथमपाठे दृष्टं यत् पुंसि नपुंसिके च शत्रन्तप्रातिपदिकं सामान्यं. यदा अवदत् इति प्रातिपदिकं पुंसि नपुंसके अपि. अग्रिमेषु पाठेषु अवलोकितं यत् शत्रुप्रत्ययस्य कर्तकत्वे सार्वधातुकत्वे च सति विकरणप्रत्ययविहिताः. अनेन कारणेन धातुगणानाम् अनुसृत्य त्रन्तप्रातिपदिकानि लिभ्यन्ते. तत्र गभीरत्वेन परिशीलितं भुवादिगणे, दिवादिगणे, तुधादिगणे च. अपरेषां गणानां रूपाणि यथा लट्लकारस्य प्रथमपुरुषबहुवचनान्तरूपं तथैव भवन्ति, यतोहि अन्ति जीस्थाने अन्ति आगच्छति. अजादिः अपि सार्वधातुकप्रत्ययः, अप् शत्रु अपि तथा. अतः कस्मिन्नपि गणे अन्ति इति भागं निष्कस्य अत् इति भागं संयोजयामः चेत् पुंसि नपुंसके च शत्रन्तप्रातिपदिकं सिद्धम्. अत्र उद्घातमस्ति चत्रन्तपारिपदिकनिर्माणं वयं पठितवन्तः, परन्तु पूर्ववर्गे वयं पठितवन्तः पुंलिङ्ग नपुंसकलिङ्ग चत्रन्तप्रातिपदिकम्. अत्रापि सत्राणि वयं पठितवन्तः स्त्रीलिङ्गे भेदः अस्ति इति. अग्रिमपाठे वयम् अवलोकितं कर्तत्वे चेति विकरणप्रत्ययः विहितः केनचित् धातवः, तेन अनेन कारणेन धातुगुण अनुसृत्य सत्रन्तपादिपदिकानि भिद्यन्ते. भुवादिगणे, दिवादिगणे, सुधादिगणे एव वयं पठिष्यामः. अपरेषां गणानां रूपाणि केवलं लट्लकार प्रथमपुरुषबहुवचनं स्वीकृत्य अन्ति यत् अस्ति तत् अप्ति एव विविश अजादि अपि सार्वधातुकप्रत्ययः अन्ति. अतः अत् एव अत्य अत् शत्रुन्तरप्रत्यय शत्रु अत् एव अवशिष्यति. तदपि अजादिप्रत्ययः अपि सार्वधातुकम्. अतः कस्मिन्नपि गणे अन्ति इति भागं निष्कास्य अत् इति भागं संयोजनेन नपुंसक नपुंसलिङ्गे नपुंसकलिङ्गे शत्रन्तप्रातिपदिकं सिद्धं भवति. वृत्तान्तः उदाहरणानि दत्तं. भुवादिगणो वदन्ति, वद् अत् वदत्. द्विवादौ नृत्यन्ति, नृत्यत्. तुधादौ लिखन्ति, लिक् लिखत लिखत्. चुरादौ चोरयन्ति, चोरय चोरयत्. अदादौ सन्ति, स सत्. जुहत्यादौ ददाति, दद् ददत्. स्वादौ चिन्वन्ति, चिन्वत्. रुदादौ रुदन्ति, रुन्दन्ति, रुन्दत्. तनादौ तन्वन्ति, तन्वत्. क्रयादौ क्रीणाति, क्रीणन्ति, क्रीणत्. अत्र यदा तत्र वदन्ति, नृत्यन्ति इति लट्लकाररूपं, लट्लकारस्य प्रथमपुरुष बहुवचनरूपं. तत्र वद् इति धातुः, अनन्तरम् अस्माकं विकरणप्रत्ययः शप् यदा भुवादिगणे अस्ति चेत् शप्, अनन्तरं यदा अस्माकं शत्रु इत्यस्य अत् इति अवशिष्यते, अतो गुणे कृत्वा वदत् इति रूपं भवति. तादृशमेव सर्वत्र, परन्तु यत्र यत्र कार्यं भवति चेत् तद् भिन्नरूपेण आगच्छति. यदा अत्र एव वयं पश्यामः, भुवादौ वदत्, नृत्यत्, तुदादौ लिखत्. वयं भुवादौ, दिवादौ, तुदादौ एव पठितवन्तः भिन्न पृथक् पृथक् रूपेण कथं प्रातिपदिकरू निर्माणं भवति इति एकैक स्वीकृत्य. चुरादौ यदा वयं भुवादौ दृष्टवन्तः, तादृशमेव चुरादौ अपि चोरयत् इति भवति. परन्तु यदा अदादौ, जुहोत्यादौ, स्वादौ, रुदादौ, जनादौ, क्रयादौ पश्यामः, तत्र बहुवचनरूप अनन्तरं तत्र ति इति अन्ति इति भागं निष्कास्य अत् इति संयोजनम्. अदादौ तत्र गणद्वयम् अस्ति, जक्षित्यादयः षट् इति षट् धातवः. तेषां कृते यदा अस्माकं जुहोत्यादिगणे भवति तादृशं भवति. अन्येषां कृते यदा वयम् अन्य भुवादौ दिवादौ कुर्मः तादृशं भेदः अस्ति, तद् अग्रे आगच्छति, तत् पठामः. अतः सन्ति इत्यत्र तत्र सत् अत् योजनेन ददाति, ददत्, चिन्वति, चिन्वत् इति रूपम् अत्रैव वयम् अवगन्तुं शक्नुमः. भगिनि एतद् पङ्क्तिः अपि पठतु भगिनि. शास्त्रीयप्रक्रिया आं भगिनि. शास्त्रीयप्रक्रिया भवादौ द्विवादौ सुधादौ च साक्षात् प्रदर्शितम्. अपरेषां गणानां शास्त्रीयप्रक्रिया यथा लट्लकारस्य प्रथमपुरुष बहुवचनात् रूपं निष्पद्यते तथैव अस्ति. तत् सर्वं विस्तरेण प्रदर्शितं सार्वधातुकप्रकरणम् अनुदन्तम् अङ्गम् इति पाठे. समयस्य अभावे पुनः अत्र न उपस्थापितम्. अत्र भगिनी उक्तवती केवलं भवादि द्विवादि ददादिगणे एव अत्र प्रदर्शितम्. अन्यगणेषु प्रातिपदिक शत्रुप्रातिपदिक निर्माणं लट्लकारप्रथमपुरुषवचनान्तरूप प्रक्रिया एव प्रयुज्यते. ततः तत् न उक्तम् अधुना पाठनम् अस्माकं अस्माकं शत्रन्तरूपाणां प्रथमपाठे इदमपि दृष्टं यत् पुंसि नपुंसके च यत् प्रातिपदिकं निष्पन्नं तस्य प्रातिपदिकस्य आधारेण अग्रे स्त्रीत्वविवक्षायां नी प्रत्ययः संयुज्यते प्रातिपदिकस्तरे एव. येषु गणेषु अङ्गम् अदन्तं तेषु स्त्रीलिङ्गस्य प्रातिपदिके नुम् आगमः भवति. भुवादौ द्विवादौ चुरादौ नुम् आगमः नित्यः. तुदादौ अदादौ चतुर्दशानाम् आकारान्तधातूनां कृते नुम् आगमः वैकल्पिकः. अवशिष्टेषु षट्सु गणेषु अङ्गम् अदन्तम् इति अनदन्तम् इति कारणेन नुम् आगमः न भवति. अधुना अत्र परिचय उक्तं सत्रन्तरूपं प्रथमं पाठे वयं पठितवन्तः. पुंलिङ्ग नपुंसकलिङ्गरूपाणि प्रातिपदिकनिष्पन्नं कथं भवति इति वयं पठितवन्तः. अधुना प्रातिपदिकं स्त्रीलिङ्ग प्रातिपदिकविषये प्रातिपदिकस्य स्वीकृत्य नीप् इति प्रत्यय संयुज्य प्रातिपदिकं स्त्रीलिङ्गरूपं भवति. अत्र तुदादि भुवादि तुदादि द्विवादि सुरादौ अदन्तम् अङ्गमस्ति चेत् नुम् आगमः भवति. कुत्र कुत्र भवति चेत् भुवादौ द्विवादौ चुरादौ नित्यं भवति. तुदादौ अदादिगणे चतुर्दशानाम् अकारान्तधातूनां कृते एव नुम् आगमः विकल्पेन भवति. अवशिष्ट गणेषु अङ्गम् अनदन्तम् इति कारणेन नुम् आगमः न भवति. तदेव तुदादि भवादि दुदादि सुरादि सुदादि अपि अङ्गम् अदन्तम् अङ्गमस्ति चेत् स्त्रीलिङ्गे नुम् आगमः भवति. परन्तु सुदादि गणे अदादिगणे अस्ति सुदादिगणे चतुर्दश धातवः अन्तर्भूताः ते अकारादि अकारादपि नुम् आगमः विकल्पेन अन्यगणेषु किमपि नास्ति. सम्यक् भगिनि. आं भगिनि समीचीनम् इति भागत्रयं वयं स्वीकृत्य पठामः चेत् सौलभ्यं भवति. भुवादौ द्विवादौ चुरादौ अदन्तमङ्गं नुमागमः नित्यः. तुदादौ अदादौ अदादौ अपि तत्र भेदद्वयमस्ति. चतुर्दश आकारान्तधातूनां कृते अनन्तरं तुदादिगणे वैकल्पिकः. अनन्तरम् अङ्गम् अनदन्तमस्ति चेत् मुमागमः न भवति. एतत् सर्वं स्त्रीलिङ्गप्रातिपदिकनिर्माणस्तरे तद् मनसि भवेत् चेत् सौलभ्यं भवति. धन्यवादः भगिनि. महोदय नुम् आगमः नित्यः तत् आरभ्य पठति वा. नुमागमः नित्यः भवादौ भूधातुः भवन्ति भवन्त्यौ भवन्त्यः. दिवादौ दिव् धातुः दीव्यन्ति दीव्यन्त्यौ दीव्यन्त्यः. चुरादिगणे चोरि धातुः चोरयन्ति चोरयन्त्यौ चोरयन्त्यः नुमागमः अत्र भुवादौ इति अकारान्ताङ्गमस्ति अतः तत्र भवति शप्शनौत्यम् इत्यनेन नित्य भवति नुमागमः वैकल्पिकः अस्ति तुदादौ तुद् धातुः तुदपि तुदत्यौ तुदत्यः तुदन्ती तुदन्त्यौ तुदन्त्यः अदादौ या धातुः याति यात्यौ यात्यः यान्ति यान्त्यौ यान्त्यः तत्र किमस्ति तत्र केन सूत्रेण भवति शप्शतो नित्यम् अस्तु आचीनद्यो नि नुम् इति वा इति नुमागमः न भवति कुत्र इत्युक्ते अदादौ अस् धातुः सती सत्यौ सत्यः इति जुहोत्यादौ दा धातुः ददति ददत्यौ ददत्यः स्वादौ चि धातुः चिन्वति चिन्वत्यौ चिन्वत्यः तनादौ तन् धातुः तन्वति तन्वत्यौ तन्वत्यः क्रयादौ क्रीधातुः क्रीणति क्रीणत्यौ क्रीणत्यः रुदादौ ऋतुधातुः रुन्धति रुन्धत्यौ रुन्धत्यः इति तत्र अकारान्त अङ्गं नास्ति इति कृत्वा तत्र न भवति तदेव अग्रे अस्ति तेषां कृते सूत्राणि एव अत्र दत्तानि महोदय पठति वा शत्रन्तानां निर्मागमव्यवस्था कीदृशमस्ति इति कीदृश शत्रन्तानां कृते षट् नुम् विधायकसूत्राणि सन्ति उगिदचां स्वर्णामस्थाने धातोः इति स्वर्णामस्थञ्जकप्रत्यये परे धातुभिन्नः उगितः नुमागमो भवति अनुभूतिसत्सूत्रमस्ति स्वर्णामस्थाने अधातोः उगिदचाम् अङ्गानां नुम् इति भवति स्वर्णामस्थाने अधातोः धातुभिन्नस्य उगितस्य यत्र शत्रु इति तत्र ऋकारः उगित् इति कृत्वा तत्र नुमागमः भवति स्वर्णामस्थाने परे स्वर्णामसंज्ञक इति पञ्च स्थानानि सन्ति नपुस्तकस्य जलजः इति अस्ति नपुस्तकलिङ्गे स्वर्णामस्थाने परे जलन्तङ्गस्य अजन्तङ्गस्य च नुमागमः भवति अनुभूतिसहितसूत्रमस्ति नपुंसकस्य जल् अचः जलचः अङ्गस्य नुं स्वर्णामस्थाने स्वर्णामस्थाने इति तत्र जलि जल् जलन्त अपि च अच् अस्तु नाभ्यस्ताश्चतुः इति सूत्रमस्ति अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुम् आगमे आगमः न भवति इति निषेधसूत्रमस्ति न अभ्यस्ताश्चतुः इति न अभ्यस्तात् अङ्गाश्चतुः नुम् वा नपुंसकस्य नपुंसकलिङ्गे स्वर्णामस्थानसंज्ञके प्रत्यये नपुंसकलिङ्गे स्वर्णामसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेर्णुमागमः भवति अनुवित्तसहितसूत्रमस्ति अभ्यस्ताशतुः नपुंसकस्य अङ्गस्य वा नुं स्वर्णामस्थाने इति अस्ति अस्तु तत्र अस्तु अग्रे आचीर्णद्योर्नुम् इति क्षी प्रत्ययः वा नदीप्रत्यये परे अस्ति चेत् अवर्णात् अङ्गात् शत्रान्त अङ्गस्य विकल्पे अनुमागमः भवति अनुवृत्तसहितसूत्रमस्ति आत् अङ्गात् शतुः वा नु वा नुं क्षी नद्योः इति अन्तिमः अस्ति अन्तिमं सूत्रं शप्शनोर्नित्यम् इति क्षी प्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् शप्शन् प्रत्ययोः अवर्णात् अङ्गात् शत्रान्तङ्गस्य नित्यं नुमागमः भवति अनुवर्तिसहितसूत्रं शप्शनोः आत् शतुः अङ्गस्य नित्यं नुं क्षीनद्योः इति अस्ति अत्र उगिदचां सर्वनामस्थाने तेन नुमागमः नपुंसकस्य जलजः नुमागमः नाभ्यस्ताच्युतुः इत्यनेन निषेधः वा नपुंसकस्य इत्यनेन अपि निषेधः आचिनद्योर्नु शप्शनोर्नित्यं पुनः निम्मागमः चत्वारः नुम्मागमः चत्वारि नुम्मागमसूत्राणि द्वे निषेधसूत्रे तत्र निषेधः अस्ति निषेधः इत्युक्ते तत्र नपुंसकस्य जलतः इत्यनेन नित्यं भवति यदा नित्यं भवति तदा वा नपुंसकस्य इत्यनेन विकल्पः नपुंसकस्य अपि जानीमः नाभ्यसतु इत्यस्य निषेधः एव नपुंसकः अस्ति चेत् वयमपि अभ्यस्तसङ्केतः चत्रन्तस्य एव विशेष विषयः नाभ्यस्तस्य निषेधः अस्ति परन्तु नपुंसकः अस्ति चेत् वा भवति इति एतेषां सूत्राणां विषये अग्रे अस्ति प्रथमं षड् सूत्राणि सन्ति इत्येव मुमागमविधायकसूत्राणि षट् इति परिचयरूपेण एव अस्ति. धन्यवादः महोदय. भगिनी अग्रे उषा भगिनी. आं भगिनि. आं पुल्लिङ्गे पुल्लिङ्गे उगितचां सर्वनामस्थाने अधातोः इत्यनेन नवसु गणेषु नुं भवति नवसु गणेषु नुं भवति. नवसु गणेषु नुं भवति. ओके. निन्न नाभ्यस्था चतुः इत्यनेन जुहोत्यातौ न भवति. उगितचां सर्वनामस्थाने अधातोः इत्यनेन विच् गण इस् नाट् गिवन् उगितचां सर्वनामस्थाने अधातोः इत्यनेन सर्वनामस्थाने अधातोः उगितचाम् अङ्गानां नुम् आगमः भवति. ओके. उगितचां हियर् बुक् सित् अच् परतः भवति चेत् अङ्गानां नुं भवति. ओके. सो नुम्मागमः नित्यः द्वादौ द्विवादौ चुरादि देन् ओके सो अण्ड् तुदादौ वैकल्पिकः सो 1, 2, 3, 4 तुदादौ देन् अदादौ अपि अस्ति. सो 1, 2, 3, 4, 5, 6 देन् नुम्मागमः न भवति. दट्स् गिवन् नेक्स्ट्. ओके. 6 we are only seeing 6, 1, 2 vadau divadau churadau tudadau adadau so we are only getting 5 or 6 bagini numa agre asti bagini pashyamaha tata pullingam pratamam shat sutrani yena numagamah bhavati anantaram tatra tasya eva vibhagah anantaram sutrana visheha tatra yada visheya pradeshah kurmah tatra spashtam bhavati. उगितचां सर्वनामस्थाने अधातोः इत्यनेन नवसु गणेषु नुं भवति. नाभ्यस्ताच्छतुः इत्यनेन जुहोत्यादौ न भवति. अभ्यस्तधातुः चकृते नुं न भवति. ओके. सुट् अनपुंसकस्य इत्यनेन सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न. सुट् अनपुंसकस्य इत्यनेन सुट् प्रत्याहारे सु आदीनां पञ्चानां सु औजोस् अमौट् इति प्रत्ययानां सर्वनामस्थानसंज्ञा भवति. आं भगिनि. परन्तु नपुंसकलिङ्गे न. नपुंसकलिङ्गे शप् शनोर् नित्यम् इत्यनेन द्विवचने द्वादौ द्विवादौ चुरादौ नुं नित्यं शप् श्यनोर् नित्यं शप् द्वादौ श्यन्न द्विवादौ शप् श्यनोर् नित्यं चुरादौ नुं नित्यम्. आं भगिनि. आच्ची नद्योर्नुम् इत्यनेन तुदादिगणे द्विवचने नुं वैकल्पिकरूपं वयं दृष्टवन्तः. नपुंसकस्य जलचः इत्यनेन बहुवचने नवसु बहुवचने नपुंसकस्य जल् अचः नपुंसकस्य जलचः इत्यनेन बहुवचने नवसु गणेषु नुं नित्यम्. ओके. वा नपुंसकस्य इत्यनेन जुहोत्यादिगणे बहुवचने नुं वैकल्पिकम्. ओके, वा नपुंसकस्य नपुंसकस्य जलचः नपुंसकस्य जलचः नपुंसकात् च नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षि आदेशः भवति नपुंसकाच्च. दिस् इस् फर् दि औ प्रत्यय सु औ जस्. ओके, दट् ओके, दट् औ स्थाने षि आदेशः भवति. जश् शसोः षि आं भगिनि नपुंसकात् अङ्गात् जस् शस् इत्यनयोः स्थाने षि आदेशः भवति. षि इति सर्वनामस्थानं या षि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति नपुंसक नपुंसकलिङ्गं भवति चेत् षि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति. स्त्रीलिङ्गे शप् शनोर्नित्यम् इत्यनेन भ्वादौ दिवादौ चुरादौ तु नुं नित्यम् आत् षि नद्योर्नुम् इत्यनेन तुतादौ नुं वैकल्पिकम् आत् आत् इति सेकेण्ड् गण सेकेण्ड् गणदातु आत् आकारान्तदातु तुदादौ या षी नद्योर्नुम्. ओके, तुदादौ नुं वैकल्पिकम् अपरेषु गणेषु स्त्रियाम् अवर्ण अभावात् नुं नैव भवति. ओके, शप्शनोर्नित्यम् आची नद्योर्नुम् देन् ओके देन् फर् द अदर्स् वाट् इस् दट् अभ्यस्ता दातु देन् देर् इस् नो नाभ्यस्ता चतु. ओके, तद् पठामः. यदा प्रथमं पुल्लिङ्गविषये अत्र दत्तमस्ति, तत्र केन सूत्रेण किं कार्यमिति पुल्लिङ्गशत्रन्तानां सुबन्तनिर्माणं पठतु. ओके, पुल्लिङ्गे शत्रन्तानां सुबन्तनिर्माणं सुबन्तानां शब्दानां निष्पदनार्थं सर्वत्र सु औ जस् इत्यादीनां सुप्रत्ययानां संयोजनम्. अत्र शत्रन्तप्रसङ्गे यथा तकारान्तशब्दानां प्रक्रिया भवति तत्र साम्यम् अस्ति, किन्तु कश्चन अतिमहत्त्वपूर्णभेदः शत्रन्तप्रसङ्गे विभक्तिक्रमे प्रथमपञ्चसु रूपेषु द्वितीयविभक्तेः द्विवचनान्तरूपपर्यन्तं नवसु गणेषु नुम् आगमः भवति. अनेन कारणेन शत्रन्तप्रातिपदिकं तकारान्तशब्दः इति तु न वदामः, शत्रन्तशब्दः इत्येव वदामः. पाणिनेः यथा कार्याणि भवन्ति तत् अनुसृत्य नामकरणं भवति. उदाहरणं यदा नाभ्यस्था चतुः न अभ्यस्तात् शतुः उदाहरणं यदा नाभ्यस्ताश्चतुः इव विशिष्टसूत्राणि सन्ति तदा ज्ञेयं यत् शत्रन्तानां पृथक्तया श्रेणी भवेत्. शास्त्रीयकार्यानुसारं श्रेण्यः भवन्ति, कार्यं पृथक् चेत् श्रेणी पृथक् इति बोध्यम्. ओके, सुबन्तानां शब्दानां निष्पदनार्थं सर्वत्र सु औ जस् इत्यादीनां सुप्रत्ययानां संयोजनं भवति. अत्र शत्रन्तप्रसङ्गे तकार अत् इति प्रत्ययेन तकारान्तशब्दम् इति अन्तिमवर्णभेदात् वदामः चेत् द्वितीयविभक्तेः भिन्नः भवति नवसु गणेषु, तत्कारणेन तकारान्तशब्दः इति तु न वदामः, शत्रन्तशब्दः इत्येव वदामः. उदाहरणमपि दत्तं भगिनि. समीचीनम् इति पर्यन्तं नवसु गणेषु नुमागमः भवति. पर्यन्तं तदेव द्वितीयाविभक्तेः द्विवचनरूपपर्यन्तं नवसु गणेषु आगमः. यदा सु औजस् अमौ षस् किल षस् आरभ्य तत्र नुम् आगमः न भवति, न सर्वेषु गणेषु इति न, यत्र भवति यत्र न भवति इति पश्यामः. परन्तु प्रथमपञ्चप्रत्ययानां कृते नुम् आगमः सर्वेषु क्षम्यतां सर्वेषु गणेषु इति न, नवसु गणेषु भवति. तदेव दत्तमस्ति. केन सूत्रेण इति पठामः. धन्यवादः भगिनी. विजया भगिनी, सर्वनामस्थानसंज्ञा. आं भगिनि, सर्वनामस्थानसंज्ञा. षुडनपुंसकस्य षुट् प्रत्ययहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानं सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न भवति. षुट् प्रत्ययहारे सु औजस् अमौट् इति मे प्रत्ययाः अन्तर्भूताः. न नपुंसकम् अनपुंसकं नञ्ज तत्पुरुषसमासः तस्य अनपुंसकस्य इति अस्ति. सुट् प्रथमान्तम् अनपुंसकस्य षष्ट्यान्तं द्विपदमिदं सूत्रं. शी सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य. तत्र सुडनपुंसकस्य इति विषये तत्र सूत्रं किं वदति चेत्, सुट् प्रत्ययहारे सु औजस् अम् औट् शस् एतत् पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा इति भवति. एतत् सुडनपुंसकस्य इति सूत्रं नपुंसकलिङ्गे न भवति एव. एतत् सर्वनामसंज्ञा न भवति एव. सुट् प्रत्ययहारे तावदेव. पञ्चानमेव प्रत्ययानाम् एतत् सर्वनामस्थानसंज्ञा भवति. अनन्तरं नपुंसकम् अनपुंसकम् अत्र नञ्ज तत्पुरुषः भवति, तस्य अनपुंसकस्य इति भवति. सुट् इति अस्तु. उगिदचां सर्वनामस्थाने धातोः अधातोः इति सर्वनामस्थानसंज्ञकप्रत्ययपरे धातुभिन्न उगितः नुम् आगमः भवति. यस्मात् अञ्चु धातोः नकारलोपः जातः तस्य अच् धातोः अपि नुमागमः भवति. उक् इत् येषां ते उगितः बहुवीर्घिसमासः. उगित च अच् च तेषाम् इतरेतरद्वन्द्वः उगितचः तेषाम् उगितचां. न धातुः अधातुः नञ्ज पुरुषतमः नञ्ज तत्पुरुषसमासः तत्र अपि तस्य अध अ धातोः इति. उगितचां षष्ट्यन्तं सर्वनामस्थाने सप्तम्यन्तम् अधातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. इदितो नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगितचाम् अङ्गानां नुम् भवति इति. एतत् तत्र समीचीनतया उक्तमेव. किमपि अत्र विवरणं दातुं तत्र किमपि कार्यं नास्ति. तत्र उगितचां सर्वनामस्थाने अधातोः इत्युक्ते सर्वनामसंज्ञकः सु औजस् अम् औट् शस् एतत् प्रत्ययपरे धातुभिन्न उगितः आगच्छति चेत् तत्र नुम् आगमः भवति. उदाहरणरूपेण अञ्चु इति धातोः नकारलोपः भवति. नकारः लोपः भवति जातः. अतः अञ्च् धातोः अपि नुमागमः भवति एव इति तत्र उक्तम् इति येषां चिन्तितं तावदेव. अग्रे पठामि वा? समीचीनम्. अनेन सूत्रेण एव नुम् आगमः विधीयते. सर्वनामस्थानप्रत्यये परे अनेन सूत्रेण उगितः अस्ति धातु भिन्न उगितः अतः तत्र नुम् आगमः अनेन सूत्रेण एव विधीयते. अग्रे अपि पठतु भगिनि. अनेन सूत्र अनेन नवसु गणेषु सर्वनामस्थानं सर्वनामस्थानसञ्जिकेषु सञ्जिकेषु प्रत्ययेषु परेषु पुल्लिङ्गनुमागमः कथं भवति इति अधः दत्तं. वादौ गणे वादिगणे भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ अत्र भवन् भवन् भवन्तौ भवन्तः शत्रन्तरूपेण. अनन्तरं दिवादौ दिव्यन् दिव्यन्तौ दिव्यन्तः दिव्यन्तं दिव्यन्तौ इति अस्ति. तत्र पुल्लिङ्गरूपेण एव तत्र नुमागमः भवति इति तत्र दत्तम्. अनन्तरं तुदादिगणे चेत् तुदन् तुदन्तौ तुदन्तः तुदन्तं तुदन्तौ इति. चुरादिगणे चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तं चोरयन्तौ. अदादिगणे सन् सन्तौ सन्तः सन्तं सन्तौ इति. स्वादिगणे चिन्तन् चिन्वन् चिन्वन्तौ चिन्वन्तः चिन्वन्तं चिन्वन्त चिन्वन्तौ इति. रुदादिगणे रुन्दन् रुन्दन्तौ रुन्दन्तः रुन्दन्तं रुन्दन्तौ इति. तनादिगणे अष्टमगणे कुर्वन् कुर्वन्तौ कुर्वन्तः कुर्वन्तं कुर्वन्तौ इति अस्ति. क्रियादिगणे नवमगणे क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणन्तं क्रीणन्तौ इति तत्र उदाहरणरूपेण दत्तं. तावदेव भगिनि अत्र. समीचीनं भगिनि, धन्यवादः. जुगोत्यादिगण विहाय अन्येषु नवसु गणेषु सर्वनामस्थानसंज्ञकप्रत्यये परेषु पुल्लिङ्गे नुम् आगमः भवति. तावदेव. अग्रे पश्यामः कथं भवत्विति प्रातिपदिका भवन् इति प्रथमाविभक्ति एकवचनरूपं कथम् इति पश्यामः. अरुणा भगिनी, पुनः भवत्याः क्रमः. द्वं धातुः सप्तषु सप्तसु विभक्तिषु त्रिषु वचनेषु सुबन्तनिर्माणं कथम् इति. भगिनि, प्रथमप्रश्न अस्ति भगिनि, धातुभिन्न विहितः अहं न अवगतं भगिनि. तत्र धातुः उगित् इति न, धातुभि धातुः अपि उक् इति इत् संज्ञा भवितुम् अर्हति किल. तादृशं न. धातुभिन्नः इत्युक्ते कः? प्रत्ययः किल. यदा अहं प्रत्ययं योजयामः शत्रु इति प्रत्ययः उगित् अस्ति. उकारः इत्सन्य क्षम्यता मृकारः इत्सन्यकः यस्य सः उगित् किल. अतः यदा प्रत्ययं योजयामः अनन्तरम् अहं तत्र उगित् अस्ति चेत् तत्र नुमागमः भवति. उदाहरणं तं धातोः सप्तसु विभक्तिषु त्रिषु वचनेषु शत्रन्तश्च सुबन्तनिर्माणं. यदा प्रातिपदिकं सिद्धं तदा कार्यं सर्वेषां गणानां कृते समानं. नवसु गणेषु नुमागमः सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु जुहोद्यादिगणे नुमागमः न भवति अभ्यस्तसंज्ञकत्वात्. अनन्तरं शुप् प्रत्ययस्य संयोजनम्. अयं सुप्रत्ययः अजादिः चेत् केवलं वर्णमेलनं. शत्रन्तप्रातिपदिकं हलन्तं तकारान्तम्. अतः सुप्रत्ययः हलादि चेत् हल् सन्धिः करणीयः यथा प्रसक्तिः. ओके, वयम् अत्र दत्तं यदा प्रातिपदिकं सिद्धं भवेत् तदा कार्यं सर्वेषां गणानां कृते समानमेव. वयं जानीमः जुहोत्यादिगणे नुम् आगमः न भवति केन कारणेन इति चेत् अभ्यस्तसंज्ञकत्वात् अत्र नुम् आगमः न भवति. परन्तु अन्य नामगणेषु सर्वनामस्थानम् अस्ति चेत् संज्ञकः अस्ति चेत् नुम् आगमः भवति. अनन्तरं सुप्रत्ययस्य संयोजनम्. अत्र सुप्रत्यय अजादि अस्ति चेत् केवलं वर्णमेलनं. शत्रन्तप्रातिपदिकं हलन्तम्. अतः सुप्रत्ययः हलादि अस्ति चेत् हल् सन्धि करणीयः. अत्र वयं जानीमः भवत् इति प्रातिपदिकम् अत्र सुप्रत्यय हल् हलादि चेत् अत्र हल्सन्धि कार्यं करणीयम्. अम् औट् षष्टाभ्यां बिस् नेभ्यां व्यस् नशीभ्यां नश नशंसो तदेव सन्धि कृत्वा भगिनि तावदेव नशीभ्यां व्यस् नश् ओस् आं नि ओस् सुप् ते अपि सुप्रत्ययाः. अत्र गच्छत् योगः सु उपदेशे अधुनासिक इत्यस्य लोपः इत्यस्याम् उ लोपः गच्छत् योगः स उपदिचां सर्वनामस्थाने अधातोः इत्यनेन नुमागमः. मिदचो अन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे गच्छन्त् योगः स हल्नाभ्यो दीर्घात् स्थितिस्स प्रकृतं हल् इत्यनेन अपकृत् अपृक्तसञ्ज्ञक स लोपः गच्छन्त् संयोगान्तस्य लोपः इत्यनेन संयोगान्तपदस्य अन्तिमवर्णिशलोपः गच्छन् इति रूपं निष्पन्नं भवति. पुंलिङ्गे गच्छत्यवः सुप्रत्ययः प्रथमाविभक्ति एकवचनप्रत्ययः अस्ति. अत्र सु इति उपदेशजनाशिक तस्य लोपः इति सूत्रेण सकसु इति उकारलोपः भवति. अतः गच्छत्योगः स अधुना स्वतन्त्रप्रत्यया उपदिचां सर्वनामस्थाने अधातो इति नूमागमः भवति. मिदचो अन्त्यात् परः इति सूत्रेण अन्त्यस्वरात् परे नुम् आगमः भवति. गच्छन्त् योगः स सकारलोपः भवति. केन सूत्रेण इति चेत् हल्नाभ्यो दीर्घात् श्रुतिस्य अपृक्तं हल् श्रुति सि अपृक्तं हल् इत्यनेन अपृक्तसैनक स लोपः भवति. तदनन्तरं गच्छन्त् इति रूपं संयोगान्तस्य लोपः इत्यनेन अत्र द्वे हलन्त संयोगः अस्ति. अतः अन्तिमवर्णस्य लोपः भूत्वा गच्छन् इति इदानीं भवती एव करोतु भगिनि. गच्छत् योगः औ द्विवचनं किं भवति अत्र? अजाधिपत्ययः वर्णमेलनमेव यश् अपि अस्येव अवशिष्यते. अत्र वर्णमेलनमेव आम् औ अपि उगिदचां सर्वनामस्थाने भवति वा न वा? भवति भगिनि नुमागमः. अतः रूपाणि प्रथमाविभक्तौ रूपाणि गच्छन् गच्छन् गच्छन्तौ गच्छन्तः गच्छन् गच्छन्तं गच्छन्तौ गच्छतः गच्छन्तौ पर्यन्तं तत्र द्वितीयाविभक्ति द्विवचनपर्यन्तम् अस्माकम् उद्गितचां सर्वनामस्थाने अधातोः इत्यस्य प्रसक्तिः. सम्यक् वा? धन्यवादः भगिनि. सम्यक् तावदेव. तत्र गच्छन् गच्छन्तौ गच्छन्तः तत्र ऋत्वविसर्गं भवति जस् इति अस्ति इति कृत्वा गच्छन्तं गच्छन्तौ इति पर्यन्तं समानकार्यमेव. धन्यवादः भगिनि. महोदय पठति वा? गच्छन् गच्छत् योगः औ तत्तु भगिनी कृतवती. अपि अभवत् आरभ्य करोतु. शरणस्थानमस्ति अतः उगितचां शरणस्थान् अधातोः इत्यनेन तत्र गच्छन्त् योगं गच्छन्तम् इति भवति गच्छन्तम् इति अग्रे गच्छत् योग औट् इति अस्ति शरणस्थानमस्ति अतः उगितचां शरणस्थाने इत्यनेन नुमागमः गच्छन्त् गच्छन्त् योगौ गच्छन्तौ एकवारं गच्छन्तौ आम् गच्छन्तं गच्छन्तौ गच्छन्तौ अग्रे बहुवचने अपि करोतु महोदय बहुवचने अस्ति खलु अम् औट् कि कृतवान् आम् औट् षट् षट् गच्छत् योग षस् अस्ति अत्र शरणस्थानं नास्ति इति कृत्वा गच्छत् योग अस् इति अस्ति गच्छत् योग अस् तत्र गच्छतः इति भवति सत्वजोरुः करसहितं गच्छतः अतः गच्छन्तं गच्छन्तौ गच्छतः सम्यक् तत्र यदा अजादिप्रत्ययः परः अस्ति चेत् तत्र केवलं वर्णमेलनमेव तृतीयविभक्तिः करोतु महोदय गच्छत् योग टा इति अस्ति अत्र चुटु इत्यनेन तत्र टकारसलोप गच्छत् योग ता इति आ इति गच्छता इति किमपि नुमगमः नास्ति शरणस्थानं नास्ति अतः गच्छत् गच्छत् योगाभ्याम् इति अस्ति गच्छत् योगाभ्याम् इति अस्ति तत्र टकार अस्ति अत्र गच्छत् योगाभ्याम् इति अस्ति तत्र जलां दशन्ति इत्यनेन गच्छद्भ्याम् इति भवति इति अत्र सूत्रं पाठतं स्वादिषु असाधनामध्याने एकवारं कुत्र अस्ति स्वादिश अस्तु हा स्वादिश असरमस्थाने स्वरणामस्थानकसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति सौजस् मौट् इत्यस्मात् आरभ्य उरः प्रभृत्तेभ्यः कप् पर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इत्युच्यते अत्र सुवादयः स्वादयः न सर्वनामस्थानम् असरणामस्थानं नैतत्पुरुषसमासः नैतत्पुरुषः तस्मिन् असर्वनामस्थाने स्वादिषु सप्तम्यन्तम् असर्वनामस्थाने सप्तम्यन्तं द्विपदमिदं सूत्रं सुप्तिगन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति स्वादिषु असर्वनामस्थाने पदम् इति यचिबम् इत्येन अजादिप्रत्ययाः यकारादिप्रत्ययाः बसंज्ञकाः अतः फलितार्थः यादिभिन्ना हलादिप्रत्ययाः पदसंज्ञकाः इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके अत्र कृत्रिमपदसंज्ञा अस्ति स्वादिश असरणमस्थान इति प्रथमपादस्य चतुर्थ प्रथम अध्यायस्य चतुर्थपादस्य सप्तदशतमं सूत्रं सप्तदश खलु अत्र सौजस् आरभ्य सु आदिषु इति उक्तमस्ति सु आरभ्य तत्र उरप्रभृतिभ्यः कप् इति तत्र पञ्चमाध्यायस्य अन्तिमपर्यन्तं वा एतत् 5-4, 142 यानि तत्र तेषां प्रत्ययानां तत्र स्वादयः इति उच्यन्ते अतः तेषां तत्र असरणमस्थानमिति संज्ञा भवति इदानीं वयं जानीमः तत्र यचिबम् इत्यनेन अजादिप्रत्ययः यकारप्रत्ययः बसंज्ञकाः तान् विहाय अत्र तर्हि यादिभिन्ना हलादिभिन्ना सारि यादिभिन्नः अपि च यकारादि अपि च अजादिप्रत्ययभिन्नाः सु आरभ्य ये सर्वे तत्र असरण पदसंज्ञकाः भवन्ति इति अस्ति तत्र कस्य पदसंज्ञा महोदय तत्र पदसंज्ञा भवति सारि तत्र यत् पूर्वम् अङ्गस्य क्षमताम् तस्य पूर्वं यदस्ति अङ्गस्य पदसंज्ञा भवति तस्य एव पदसंज्ञा अङ्गस्य पदसंज्ञा यचिवम् इत्यनेन तस्य किं भवति यचि यचि यचिपदे भसंज्ञा भवति अङ्गस्य यकारादि अपि अचि भसंज्ञकः भसंज्ञक कस्य भसंज्ञा भसंज्ञक इति अङ्गस्य भवति खलु प्रत्ययस्य किल यचि अत्र कस्य अस्ति यथा द्वादशप्रथमस्थाने तत्र क्षम्यतां तत्र वयं पूर्वं रोगि पूर्वतनशब्दस्य भसंज्ञकः पूर्वतनशब्दरूपस्य अङ्गस्य न न पश्यामः तत् प्रथमं स्वादिषु सर्वनामस्थाने इत्यनेन पूर्वतनशब्दरूपस्य पदसंज्ञा भवति किल किल प्रत्ययः कीदृशप्रत्ययः इत्युक्ते यकारभिन्नः हलादिप्रत्ययः अस्ति चेत् यकारसंज्ञकप्रत्ययः इत्युक्ते यकारादि अजादि अजादि यकारादिप्रत्ययः भसंज्ञकाः प्रत्ययः तेषां नाम भसंज्ञकप्रत्ययः पूर्वतनभागस्य नाम भासंज्ञा अवगतं वा भेदः कः इति यकारादिपत्य अस्ति चेत् अङ्गस्य अङ्गस्य भसंज्ञा भवति वा प्रत्ययस्य भसंज्ञकप्रत्ययस्य पूर्वभागस्य भसंज्ञा भसंज्ञकप्रत्ययस्य पूर्वभागस्य भसंज्ञा भवति वा सत्यं किञ्चित् सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति अस्तु इदानीं तदा य च अच्च यच् समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तम्यन्तं भं प्रत्य प्रथमान्तं द्विपदमिदं सूत्रं स्वादिश असरणमस्थाने इत्यस्य पूर्णतया अनुवृत्तिः स्वादिषु असरणमस्थाने यचि भम् इति तत्र यकारादि अजादिप्रत्ययः अस्ति चेत् तादृशप्रत्ययस्य पूर्वतन शब्दस्वरूपस्य भसंज्ञा भवति इति अस्ति अतः भसंज्ञकप्रत्ययः इत्युक्ते यकारादि अजादिषु आदिषु प्रत्ययेषु यकारादि अजादिप्रत्ययः अस्ति चेत् ते भसंज्ञकप्रत्ययः तत्र पूर्वत अङ्गस्य भसंज्ञा भवति शब्दस्वरूपस्य भसंज्ञा शब्दस्वरूपस्य नामद्वयं महोदय शब्दस्वरूपस्य नामद्वयं पदसंज्ञा भसंज्ञा यदा अजादिप्रत्ययः यकारादिप्रत्ययः अस्ति चेत् शब्दस्वरूपस्य भसंज्ञा हलादिप्रत्ययः अस्ति चेत् पदसंज्ञा अवगतं वा सु औ जट् अम् औ इत्यस्य प्रत्ययस्य सर्वनामस्थानसन् तत्र यद् शब्दस्वरूपं तस्य अङ्गम् अङ्गमित्येव नाम अस्तु, विजयभगिनी प्रश्नः अस्ति वा? एतत् एकविंशतिः अस्ति खलु, तत्र प्रथम पञ्च प्रत्ययं सु औजस् अम् औट् एतत् सर्वं सर्वनामस्थानं भवति, सर्वनामस्थानसंज्ञा भवति. अनन्तरं शस् पर्यन्तं टाभ्याम्भ्यस् नेभ्याम्भ्य एतत् सर्वम् आगच्छति खलु, यत्र अत्र भासञ्ज भवति. न तत्र यदा भवती उक्तवती सु औजस् अम् औट् तत्र प्रत्ययस्य नाम अस्ति सर्वनामस्थानसंज्ञा इति अवगतम्. इदानीं शस् इति द्वितीया विभक्ति बहुवचनप्रत्ययात् आरभ्य सुप्त इति सप्तमी बहुवचनपर्यन्तं यत्र यत्र अजादिप्रत्ययः टा इति स्वीकुर्मः, शस् इति स्वीकुर्मः अजादिप्रत्ययः, इत्संज्ञा लोपानन्तरं यदस्ति तदेव अजादिप्रत्ययः. यदा अजादिप्रत्ययः अस्ति चेत् पूर्वतनभागम् अस्ति किल तस्य नाम अस्ति भ, भ इति संज्ञा. तत्र यदा वयम् अस्माकं गच्छत् योगः टा, तत्र गच्छत् इति भागस्य नाम भ इति संज्ञा. किमर्थं ट इति अजादिप्रत्ययः अस्ति इति कारणात्. अनन्तरं यथा तत्र हलादिप्रत्ययः गच्छत् योगः भ्याम्, भ्याम् इति हलादिप्रत्ययः परः अस्ति चेत् गच्छत् इति पूर्वतनभागस्य नाम पदसंज्ञा. पदसंज्ञा आधारीकृत्य कार्यं भवति. अवगतं वा? प्रत्ययस्य एकनाम शब्दस्वरूपस्य नामद्वयम्. भासंज्ञा अजादि भासंज्ञा हलादि पदसंज्ञा. अजादिप्रत्ययः हलादिप्रत्ययः तदपि मुख्यम् अस्तु. समीचीनं महोदय पठितवान्. उषा भगिनी आकडारात् एका संज्ञा पठतु, अनन्तरं समापयामः. आं भगिनि, आकडारात् एका संज्ञा. अस्मात् सूत्रात् आरभ्य कडाराकर्मधारये पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. तत्र सर्वत्र प्रत्ययसंज्ञासूत्रस्य बलं, तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात्. आकडारात् एका संज्ञा इति सूत्रं आरभ्य कडाराकर्मधारये इति सूत्रपर्यन्तं एक एव संज्ञा भवितुम् अर्हति. वयं पठितवन्तः स्वादिषु असर्वनामस्थाने यचिबम् इति सूत्राः तत् सेक्षन् एव अस्ति. तस्मात् एका एव संज्ञा भवितुम् अर्हति इति सूत्रं वदति. आकडारात् एका संज्ञा, तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, परसूत्रस्य एव संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन. स्वादिषु असर्वनामस्थाने यचिबं द्वयोः सूत्रयोः मध्ये यचिबम् इति परसूत्रं, परसूत्रस्य संज्ञा एव भवितुम् अर्हति. गच्छत् योगः बिस् इति स्थिते स्वादिषु असर्वनामस्थाने इत्यनेन गच्छत् इत्यस्य पदसंज्ञा भवति, पदसंज्ञा एव भवति. यचिबम् इत्यस्य प्रसक्तिः एव नास्ति. गच्छत् योगः बिस् स्वादिषु असर्वनामस्थाने इत्यनेन गच्छत् इत्यस्य पदसंज्ञा भवति, पूर्वरूप पूर्वतनशब्दस्य पदसंज्ञा भवति. स्वादि बिस् इति हलादिप्रत्ययः इत्यनेन प्रत्ययः भवति. गच्छत् योगः बिस् इति स्थिते जलां जशोन्ते इत्यनेन तकारस्य दकारः भवति गच्छत् गच्छद्भिस् गच्छद्भिः इति ऋत्वविसर्गौ अनन्तरं गच्छद्भिः एव भवति सत्यं तत्र जलां झष् झषि न भवति जलां झषोन्ते भवति किमर्थम् इत्युक्ते गच्छत् इति पदम् आकडारा एका संज्ञा इत्यत्र एकमेव संज्ञा एका संज्ञा कथं वयं निर्णयं कुर्मः इत्युक्ते तत्र विप्रतिषेधे परं कार्यं वा अपवादं वा तत्र स्वीकृत्य वयं निर्णयं कुर्मः एका संज्ञा भवति वदति अस्मिन् अधिकारे एका एव संज्ञा भवति संज्ञाद्वयं न भवति इति कथं तस्य निर्णयः तत्र यदा वयं स्वादिषु असर्वनामस्थाने इति सूत्रं पश्यामः चेत् तत्र सुप्रत्ययात् आरभ्य कप् पर्यन्तं सर्वनामस्थं संज्ञकप्रत्ययान् अतिरिच्य इति अस्ति परन्तु सुप्रत्यय इस् इन्क्लूडेड् किल अतः तत्र कथम् अहं निर्णयं करोमि तत्र सर्वनामस्थानसंज्ञा भवति वा पदसंज्ञा भवति वा संज्ञा भवति वा इत्युक्ते तत्र आकडारात् एका संज्ञा एव भवति अनन्तरं विप्रतिषेधे परं कार्यम् इत्यनेन परकार्यमेव परसूत्रस्य कार्येण यत् संज्ञा भवति तदेव भवति विप्रतिषेधं वा अपवादं वा किमपि यत्किमपि तत् स्थाने वयं निर्णयं कुर्मः तस्य प्रसङ्गः इति समीचीनम् अस्तु अद्य स्थगयामः अत्र तत्र ङे प्रत्ययः आरभ्य वयम् अग्रिमसप्ताहे कुर्मः अस्तु धन्यवादः धन्यवादः भगिनि नमस्कारः. Thank you.